जरठत्वं समायातौ तेन दुःखेन दुःखिता साहं तु तरुणी कस्मात् सुतौ वृद्धा विमौ कुतः। जरठत्वं समायातौ मम पुत्रौ इति तेन दुःखेन दुःखिता अहम् अस्मि साहमस्मि। अहं तु तरुणी कस्मात् तर्हि पुत्रौ वृद्धौ इमौ इति वदति।